सत्पुरुषः विगुस्य अरे हियमि विगुस्य द्वितीयाश्रितातीतपतितगतास्य प्राप्तापन्नैः स्वयं तेन खड्वाक्षेपे स्वामीं कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्रक्ष्णैः कर्तृकरणे कृता बहुलं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थ बलिहित सुखरक्षितैः पञ्चमी भयेन अपेता पोढमुक्तपतिता पत्रस्थैः अल्पशः शोकान्तिकदूरार्थकृच्छ्राणित्वेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धैश्च द्वाक्षेण क्षेपे कृतीर्णे कृतीर्णे संज्ञायां तेन होरात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्व जगत्पुराणनवकेवलाः समानाधिकरणेन दिक्सङ्ख्ये संज्ञायां तद्विदात्तोत्तरपदसमाहारे च सङ्ख्यापूर्वो विगुः कुत्सितानि कुत्सनैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेष्येन बहुलं पूर्वापरप्रथमचरमजघन्य समानमध्यमवीराश्च श्रेण्यावयकृतादिभिः तेन नैविशिष्टेनानै सन्महत् परमोत्तमोत्कृष्टाः पूज्यमानैः बृन्दारकनागकुञ्जरैः पूज्यमानं कतरकथमौ जातिपरिप्रश्ने किङ्क्षेपे पोटायुवतिस्तोककतिपय दृष्टिधेनुवशा देहवश्यकानि पश्यकानि पश्यकानि प्रवृत्र श्रोत्रियाध्यापकधूर्तैः जातिः प्रशंसावचनैः वचनैश्च युवा खलति फलितवलीनजरतीभिः कृत्यतुल्याख्या अजात्या पर्णोवर्णेन कुमारः श्रमणादिभिः चतुष्पादो गर्भिण्या मयूरवंशकादयश्च पूर्व अपर उत्तरमेकदेशीनैकाधिकरणे अर्धं नपुंसकं द्वितीयतृतीयचतुर्थतुर्याण्यतस्यां प्राप्तापन्ने च द्वितीया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना च कर्मणि च कृतकाभ्यां कर्तरि च नित्यं क्रीडा जीविकयोः कुगतिप्रादयः उपपद अतिम् अमैवाव्ययेन तृतीया प्रभृतीन्यत् अन्यतरस्यां त्वा च आम् महोदय. तत्पुरुषस्य अङ्गुलेः संख्या व्ययादेः अहस्सर्वैकदेशसङ्ख्यातपुण्याचरात्रेः अह्नोन्न एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाः सखिभ्यष्टच् गोः अतद्दितलुकि अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शुणः उपमानादप्राणिषु उत्तरमृगपूर्वाच सक्नः नावोद्विगोः अर्धा च कार्याः प्राचां द्वितृभ्याम् अञ्जलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्यां। धन्यवादः। षष्ठीतत्पुरुषसमासे जायमानमस्ति। यथा भगिन्या उक्तं पुनरावर्तनं कृत्वा सज्जा भवेत् अग्रिमवर्गं प्रति इति कृत्वा अरुणा भगिनी पठति वा? सम्यक् न श्रूयते महोदय, पुनः न श्रूयते, न श्रूयते अधुना स्टिल् मन्दं मन्दं भवति, मन्दमस्ति, मन्दमस्ति, भग्नमपि अस्तु। उमा भगिनी, यू कुडन्ट् हियर् मी? लेट् मी लाग् औट् अण्ड् कम् बेक्। ऐ सेड् युवर्स् इस् वेरि क्लियर् अण्ड् नैस्। But oh, okay, thank you. Arvind Maudhya, we couldn't hear. He's coming back again. Is it clear now? Better? It's better, Maudhaya, yeah. Yeah. Okay. Yeah, we'll start with Ashtadhyayam Dvitiya Adhyayasya Prathama Bhage Iti Arabhya. Looking at my screen. अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमपादे द्वितीयतत्पुरुषसमासादारभ्य पञ्चमी तत्पुरुषसमासपर्यन्तम् उक्त्वा तदनन्तरं षष्ठी तत्पुरुषसमासं त्यक्त्वा सप्तमी तत्पुरुषविषये उक्तमस्ति। तत्पुरुषस्य अनन्तरं कर्मधारयसमासः द्विगुः मयूरव्यञ्चकादयः इति समासानां विषये उक्तमस्ति। तत्पश्चादेव षष्ठीतत्पुरुषस्य विषये उक्तमस्ति। अत्र चिन्तनीयं किमर्थं पाणिना एतादृशक्रमः अनुसृतः इति। वयं जानीमः अष्टाध्याये द्वितीय अध्याये प्रथमपादे तत्पुरुष द्वितीय तत्पुरुषसमासः तृतीय चतुर्थी पञ्चमी समासः कृतवान्। तदनन्तरं सप्तमी तत्पुरुष, तदनन्तरं द्विगुः कर्मधारयसमासः द्विगुः मयूरवंशकादयः इति उक्तं। तदनन्तरमेव षष्ठीतत्र किं कारणमिति अधुना दत्तम्। द्वितीयपादे आदौ षष्ठीतत्पुरुषस्य अपवादः उक्तः। द्वितीयाध्याय द्वितीयपादे नवम सूत्रम् इत्यस्मात् सूत्रात् आरभ्य सूत्रात् आरभ्य सप्तम इति सूत्रपर्यन्तं तदनन्तरं षष्ठीतत्पुरुषस्य विषये साक्षात् उक्तमस्ति. वस्तुतः षष्ठीतत्पुरुषसमासस्य सम्बन्धसूत्राणि 221 इत्यारभ्य 216 इति सूत्रपर्यन्तं सन्ति. एतानि सूत्राणि विहाय प्राप्तापन्ने च द्वितीया नै इषद्कृता. अत्र षष्टितत्पुरुषविषये सूत्रं द्वितीयपाद द्वितीय अध्याय द्वितीयपाद प्रथमसूत्रम् आरभ्य सप्तमसूत्रं पर्यन्तं अपवादसूत्र षष्टितत्पुरुष अपवादसूत्राणि उक्तं. तदनन्तरं परन्तु षष्टितत्पुरुषविषये सामान्यतया 2 इत्यारभ्य षोडश सूत्रपर्यन्तं सूत्राणि केवलं त्रीणि सूत्राणि विहाय एकमन् प्राप्तापन्ने च द्वितीया नै ईषद्कृता विहाय सर्वे अपि सपुरुष अपवाद अपि समास सूत्रा एवं तदर्थम् अत्र किं चिन्तनीयम् इति चेत् प्रथम द्वितीयाध्यायस्य द्वितीयपादस्य प्रथमसूत्रात् आरभ्य षोडशसूत्रं प्रति षष्टितत्पुरुषसमाससूत्राणि सन्ति. तस्मिन् त्रीणि सूत्राणि यदा प्राप्तापन्ने द्वितीयया नञ् ईषदकृता इति त्रीणि सूत्राणि विहाय सर्वे षष्टिसम्बन्धसूत्राणि सन्ति. परन्तु तस्मिन् प्रथमसप्तसूत्रम् अपवादसूत्राणां विषयमस्ति. तदनन्तरमेव षष्टिसम्बन्धसूत्राणि स्थापितानि पाणिनिना इति एव मुख्यविषयमस्ति अस्मिन् परिच्छेदे. अग्रिमपरिच्छेदमपि पठतु. प्राप्तापन्ने च द्वितीयाया द्वितीय अध्याये द्वितीयपाद चतुर्थसूत्रं नै द्वितीय अध्याय द्वितीयपाद षष्ठ ईषद्कृता सप्तमसूत्र च इति ईषदकृता च इति त्रीणि सूत्राणि षष्टितत्पुरुषस्य सामान्य तत्पुरुषसमाससम्बन्धसूत्राणि एव नास्ति. प्राप्त्यापन्ने च द्वितीया इति सूत्रं तु द्वितीया श्रीश्रिता अतीत पतित गता अत्य अस्त प्राप्तापन्नैः इति सूत्रस्य अपवादः अस्ति तु नञ् तत्पुरुषसमासस्य विधायकसूत्रम् अस्ति. ईषद्कृता इति सूत्रे तु ईषत् इति अव्ययम् अकृदन्तेन रूप सः समस्यते तत्पुरुषसमासो भवति. अतः एतानि सूत्राणि षष्टितत्पुरुषसम्बन्धसूत्राणि एव नास्ति. अत्र त्रीणि सूत्राणि प्रथमापन्ने च द्वितीया नञ् ईषद्कृता सूत्राणि अत्र षष्टितत्पुरुषसमाससम्बन्धसूत्राणि न केवलं प्रथमं प्राप्त्यापन्ने च द्वितीया इति सूत्रम् अपवादसूत्रं द्वितीया द्वितीयाश्रित अतीत पतित गति अति अस्त प्रापन्नैः सूत्रस्य अपवादसूत्रः नञ् इति नयि तत्पुरुषस्य विधायकसूत्रम् अस्ति. ईषद्धकृता इति सूत्रे तु ईषत् इति अव्ययं कृता कृदान्तेन स्तूप सः समास्यते इति तत्पुरुषसमासः भवति. त्रीणि सूत्राणि विहाय एतानि सूत्राणि विहाय बाकी सर्वे षष्ठीतत्पुरुष भवति. प्राप्तापन्ने च द्वितीयया इति तृतीया तत्पुरुषस्य अपवादसूत्रमस्ति. द्वितीयाश्रिताधिकृतगताप्राप्तापन्नैः इति सूत्रस्य अपवादः. ईर्षदकृतः इति अव्ययसूत्रमस्ति. अव्ययम् ईर्षत् इति अव्ययम् अन्यसुबन्धेन सह समस्यते इति. एवं नञ् इति नञ् तत्पुरुषविधायकसूत्रमस्ति. इति कृत्वा तां विहाय बाकि अन्यसर्वाणि सूत्राणि षष्ठीतत्पुरुषसमाससूत्राणि अस्ति इति. धन्यवादः भगिनि. धन्यवादः. उषा भगिनी पठति वा आहत्य चतुर्भिः सूत्रैः? आम् आम् महोदय. आहत्य चतुर्भिः सूत्रैः पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थ तुर्याणि अन्यतरस्यां कालाः परिमाणिना चतुर्भिः सूत्रैः षष्टितत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते. ओके. पूर्वनिपातस्य नियमनं क्रियन्ते षष्टितत्पुरुषसमासे. एतानि सूत्राणि एकदेशिसमासाः सन्ति यतोहि पाणिनिः एतैः सूत्रैः षष्टितत्पुरुषसमासस्य पदक्रमं परिवर्तयति. एतानि सूत्राणि एकदेशिसमासाः सन्ति यतोहि पाणिनिः एतैः सूत्रैः षष्टितत्पुरुषसमासस्य पदक्रमं परिवर्तयति. अर्थात् षष्टी इति सूत्रेण षष्ट्यन्तपदस्य पूर्वनिपातः प्राप्तः आसीत्, परन्तु यत्र पदानां विपरीतक्रमः इष्यते अर्थात् षष्ट्यन्तं पदम् उत्तरपदे स्यात् इति इष्यते, तत्र एतैः चतुर्भिः सूत्रैः षष्ट्यन्तं पदम् उत्तरपदे स्थाप्यते. ओके. षष्टि इति सूत्रं षष्टितत्पुरुषसमासस्य विधायकसूत्रं. षष्टि इति सूत्रे षष्टि इति पदं प्रथमाविभक्तौ अस्ति. प्रथमाविभक्तौ अस्ति कारणतः उपसर्जनसंज्ञा भूत्वा प्रथमानिर्दिष्टं समास उपसर्जनम् इति सूत्रेण समासविधायकसूत्रे पदं यत्पदं प्रथमाविभक्तौ अस्ति तत्पदं उपसर्जनसंज्ञा भवति. षष्ट्यन्तपदं उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, पूर्वपदं भवति. षष्टि इति सूत्रेण षष्ट्यन्तं पदं पूर्वपदं. अन्यैः चतुर्भिः सूत्रैः सन्ति. चतुर्भिः सूत्रैः षष्टितत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते. अर्थात् एतैः चतुर्भिः सूत्रैः षष्ट्यन्तं पदं प्रथमपदं नास्ति, द्वितीयपदं भवति, उत्तरपदं भवति. षष्टितत्पुरुष पूर्वनिपातस्य नियमनं क्रियन्ते. पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थितुर्याणि अन्यतरस्यां कालाः परिमाणिना इति सूत्राः षष्टितत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते. चतुर्भिः एतान् एतानि सूत्राणि 2 to 1, 2 to 2, 2 to 3, 2 to 5 ओके 2 to 1 through 2 to 7 इस् अपवादास्. औट् आफ् दीस् 2 to 1, 2 to 3, 2 to 5 आर् दि अपवादास् महोदय. द अदर्स् आर् आर् लैक् प्राप्तापन्ने च द्वितीयया वयं जानीमः द्वितीयतत्पुरुष अपवादः. नैङ् नञ् इति नञ् तत्पुरुषसमासविधायकसूत्रम्. ईषदकृता इति आल्सो लैक् कृदन्तपदं नास्ति इति ईषत् इति अब्जयेन. ओके, सो वि कवर्ड् आल् त्रू 221-227 अण्ड् देन् 8 इस् द षष्टि. ओके ओके, आं महोदय, नञ् इति, सो या ऐ अवगतं महोदय. पूर्वापराधरो 221-222-223-225 पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थाणि चतुर्थी तुर्याणि अन्यतरस्याम् अण्ड् देन् कालाः परिमाणिन एतानि सूत्राणि षष्टितत्पुरुषसमासे पूर्वनिपातस्य नियमनं क्रियन्ते. बै चतुर्भिः सूत्रैः षष्टितत्पुरुषसमासे पूर्वनिपातस्य षष्टितत्पुरुषसमासे षष्ट्यन्तं पदम् उत्तरपदं भवति, पूर्वपदं नास्ति, यतोहि एतानि सूत्राणि एकदेशिसमासाः सन्ति, यतोहि पाणिनिः एतैः सूत्रैः षष्टितत्पुरुषसमासस्य पदक्रमं परिवर्तयति. एकदेशिसमासाः सन्ति, एकदेशि वन् होल् थिङ्ग् अण्ड् देन् अङ्ग अण्ड् अङ्गी एकदेशिसमासाः सन्ति. षष्टितत्पुरुषसमासस्य पदक्रमं परिवर्तयति, देट् ऐ फालो महोदय, बट् वाट् आर् देट् गाट् टु डू वित् एकदेशिसमासाः? दीस् आर् षष्टि इति षष्टि प्रथमनिर्दिष्टं समासविसर्जनं भूत्वा समासविधायकसूत्रे षष्ट्यन्तं पदं पूर्वपदं पूर्वनिपातं भवति. किन्तु चतुर्भिः सूत्रैः पूर्वादपरोदर उत्तरम् एकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थी अन्येतरस्य कालापरिमाण एतैः सूत्रैः किम् अस्ति, किं कुर्यते चेत् यतोहि षष्ट्यन्तं पदम् अवश्यम् अस्ति सूत्रस्य निर्माणार्थं, किन्तु तत्र पूर्वनिपातं षष्ट्यन्तं पदं भवति इति एव तत्र चतुर्थे चतुर्भिः सूत्रैः पूर्वनिपातस्य नियमनं क्रियते इति मुख्यविशेषं. तत्र एकदेशीसमासः इति एक नाम्ना अस्ति. यदा प्रथमा तत्पुरुषसमासस्य अन्य नाम अस्ति, प्रथमा तत्पुरुषसमास, ओ ऐ थाट् अङ्ग अङ्गी, दट्स् वाट् वि डिड् दट् इन् प्रथमा तत्पुरुषसमास, पूर्वापराधरोत्तरम् एकदेशि नैकाधिकरणे प्रथमा तत्पुरुषसमासः, दट् इस् आल्सो काल्ड् एकदेशीसमास. ओके ओके, अर्धं नपुंसकमपि अस्ति, द्वितीय तृतीय चतुर्थी अन्यचरस्यं तत् न पठितं, तदपि पूर्वनिपातस्य परिवर्तनं क्रियते. षष्टि तत्पुरुष षष्ट्यन्तं पदं पूर्वनिपातं भवति, उत्तरपदं भवति तत्रापि. एवं कालापरिमाणेन सूत्रेण अपि तत्र कालवाचिशब्दस्य पूर्वनिपातस्य न भवति, उत्तरपदं भवति इति एव तत्र चतुर्भिः सूत्रैः इति कृत्वा प्रथमसूत्रं द्वितीयसूत्रं तृतीयसूत्रमस्ति, चतुर्थसूत्रमस्ति प्राप्तादन्ये च द्वितीयया तदनन्तरं कालापरिमाणि पञ्चमसूत्रमस्ति, षष्टिसूत्रमस्ति नञ् इति नञ् विधायकसूत्रं, तदनन्तरम् ईषदकृतसूत्रमस्ति, अष्टमसूत्रमस्ति साक्षात् षष्टि इति षष्टि. प्रथम द्वितीय तृतीय चतुर्थ पञ्चम षष्ठ सप्तम अष्टम सूत्राणि विवरणं अत्र अस्ति अस्मिन् द्वौ परिच्छेदे. षष्टि षष्टितत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति षष्ठी इति. अनेन सूत्रेण यत्किमपि षष्ठ्यन्तं सुबन्तं सुबन्तेन सह समस्यते षष्ठी तत्पुरुषसमासः च भवति. इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रम् अन्यत् सूत्रम् अवलम्ब्य नास्ति. एतस्य सूत्रस्य कार्यार्थम् अधिकनियमाः न सन्ति. यथा अन्यानि समाससूत्राणि बद्धानि सन्ति तथा षष्टितत्पुरुषसमासः नास्ति. षष्टितत्पुरुषसमासविधायकसूत्रम् अस्ति षष्ठी इति. षष्ट्यन्तम् अनेन सूत्रेण यत्किमपि षष्ट्यन्तं सुबन्तम् अन्यत् सुबन्तेन सह समस्यते षष्टितत्पुरुषसमासः भवति. इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रम् अन्यत् सूत्रेण अवलम्बनं नास्ति अनुवृत्तिः अपि नास्ति. षष्ठी इति सूत्रं स्वतन्त्रम् अस्ति यतोहि एतस्य सूत्रस्य कार्यार्थम् अधिकनियमाः न सन्ति. अपि यथा अन्यानि समाससूत्राणि बद्धानि सन्ति, अन्यसमाससूत्राणि वयं पठितवन्तः, षष्टितत्पुरुषसमासः तथा नास्ति. अन्यानि समाससूत्राणि स्वतन्त्रं नास्ति. तत्र किं वदति, षष्ठी इति सूत्रस्य कृते यदा पूर्वं द्वितीय तृतीय चतुर्थ पञ्चम इति सूत्र इति समाससूत्रे कृदन्तं भवेत्, काल गतिकारकपूर्वं भवेत् इत्यादि नियमाः बहूनि सन्ति. किन्तु षष्ठी सत्पुरुषसमासकृते षष्ठी इति सूत्र स्वतन्त्रसूत्रमस्ति. तत् कृते न कृदन्तस्य अवश्यं, न गतिकारकपूर्वस्य अवश्यं, कालवाचिशब्दस्य नियमनम् इत्यादीनां नियमनं नास्ति इति कृत्वा अतः अन्यानि समाससम्बन्धानि सूत्राणि न सन्ति. तदा सत्पुरुषसमासः इति कृते स्वतन्त्रमस्ति इति एव अस्ति अस्मिन् परिचयः. न उत्तरपदं कृदन्तं भवेत् अथवा कालवाचि शब्दं भवेत् इत्यादि कोऽपि नियमः नास्ति इति एव मुख्यविषयः. अग्रे पठामि. वयं द्वितीयाश्रितादीत तत्र तु पदानि एव निर्दिष्टानि सन्ति, श्रिता इत्यपि एवं तृतीया तत् कृतार्थगुणवचनेन तद् गुणवचनेन इति नियमः इति एतावत् नियमः नास्ति षष्ठी कृते. तदेव मुख्यविषयः. किमपि षष्ट्यन्तं पदं किन्तु अपवादाः सन्ति. अग्रे पश्यामः. अग्रिमं पठतु. यत्र पदयोः मध्ये विशेषणविशेष्यभावः अस्ति तत्र यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि विशेषणं विशेषेण बहुलम् इति सूत्रस्य आवश्यकता अस्ति. विशेषणं विशेषेण बहुलम् इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते तत्पुरुषश्च समासः भवति. यथा नीलं च तत् उत्पलं च नीलोत्पलम् इति समासः. द्वयोः पदयोः मध्ये यत्र विशेषणविशेष्यभावः अस्ति तत्र विशेषणं पूर्वपदं वक्तुम् इच्छामः चेत् तर्हि विशेषणं विशेषेण बहुलम् इति सूत्रं कार्यं करोति. विशेषणं विशेषेण बहुलम् इति सूत्रे विशेषणं इति पदं प्रथमाविभक्तौ अस्ति. विशेषणं पदं प्रथमाविभक्तौ अस्ति कारणतः विशेषणं पदं पूर्वपदं भवति. विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते इति सूत्रं वदति. तत् समासः अपि तत्पुरुषसमासः भवति. यथा नीलं च तत् उत्पलं च नीलोत्पलम् इति समासः. किमर्थं अत्र उच्यते चेत् षष्ठी तत्पुरुषसमासः वयं ज्ञातवन्तः. सीतायाः पतिः, सीतायाः पतिः अपि विशेषणविशेषसम्बन्ध. पतिः इति किमपि पतिः नास्ति, विशेष्य सीतायाः पतिः इति विशेषणविशेषसम्बन्धः अस्ति. सीतायाः पतिः इति समास इति पदयोः मध्ये विशेषणविशेषसम्बन्धः अस्ति, बट् समानाधिकरण नास्ति. सीतायाः इति षष्ट्यन्तं पदं, पतिः इति प्रथमान्तं पदम्. अत्र नीलोत्पलम् इति समासे नीलं च उत्पलं च, नीलं च उत्पलं च द्वयोः पदयोः समान विभक्ते सन्ति, समानविभक्तौ सन्ति. नीलोत्पलम् इति समासः भवति. विशेषणं विशेषेण बहुलं, कर्मधारे समासः. आम् महोदय. विशेषणं विशेषेण बहुलस्य आवश्यकता अत्र षष्टिसूत्रस्य मध्ये केन कारणेन उक्ता? Oh, that's why I said Sitayaha Patihi, because there it is. Sitayaha Patihi Karmadarayana Samasa Nasti, Tatpurshaha Sati, Tatpursha Shashti Tatpursha Samasaha Bhavati. That's Samichinam. Kintu Shashti Iti Sutrena Kim Suchayati? Shashtyantam Padam Purva Padam. पदद्वयोः सम्बन्धं सूचयति न? पदद्वयोः सम्बन्धं षष्ट्यन्तं सम्बन्धः कीदृशसम्बन्धः इति प्रश्न उदेति चेत् बहूनि विधानि सम्बन्धानि सन्ति. रैट्. तस्मिन् विशेषणविशेषसम्बन्धस्य कृते पृथक् सूत्रमस्ति कृत्वा विशेषणं विशेषेण बहुलम् इति सूत्रेण एव यत्र यत्र सम्बन्धः विशेषणविशेषभावः अस्ति तत् षष्टितत्पुरुषसमासः न भवति, किन्तु विशेषणं विशेषेण बहुलम् इति सूत्रेण एव भवति इति मुख्यविषयः अत्र. अग्रे पठामि वा महोदय? यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि उपमितं व्याघ्रादिभिः सामान्या प्रयोगे इत्यनेन विशेष्यं पूर्वं तिष्ठति. उपमितं व्याघ्रादिभिः सामान्या प्रयोगे इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं यस्य तुलना क्रियते व्याघ्रादिभिः उपमानवचनैः सह समस्यते तत्पुरुषश्च समासः भवति. विशेष्यं पूर्वपदम् इच्छामः चेत् विशेष्यपदं पूर्वपदम् इच्छामः चेत् उपमितं व्याघ्रादिभिः सामान्या प्रयोगे इत्यनेन विशेष्यपदं पूर्वपदं भवति. यतोहि सूत्रे उपमितं व्याघ्रादिभिः सामान्या प्रयोगे इति सूत्रे उपमितम् इति पदं प्रथमाविभक्तौ अस्ति. उपमितम् इति पदं उपमेयं सूचयति. उपमेयम् इति विशेष्यपदं सूचयति. उपमितम् अथवा विशेष्यं पदं पूर्वं भवति इति सूत्रे समासविधायकसूत्रात् ज्ञातुं शक्यते. उपमितं व्याघ्रादिभिः सामान्या प्रयोगे इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं व्याघ्रादिभिः. उपमेयम् इति यस्य तुलना क्रियते व्याघ्रादिभिः इति येन तुलना व्याघ्राः येन तुलना क्रियते इति कारणतः व्याघ्रा इति उपमानं भवति. व्याघ्रादिभिः उपमानवचनैः सह समस्यते तत्पुरुषसमासः भवति. अत्र साधारणधर्म न उच्यते, तत्कारणात् समासः भवति, यतोहि सामान्य अप्रयोगे इति सूत्रं वदति. सामान्यधर्मः उच्यते चेत् समासः न क्रियते. अग्रे ऐ थिङ्क् दे हव् टाक्ड् अबौट् इट्. ऐ डोण्ट् नो महोदय. उपमितं व्याघ्रादिभिः एकमस्ति षष्टि, तदनन्तरमस्ति विशेषणं विशेषण बहुलम् उपमितं विशेषण विशेषेण बहुलम् इति सूत्रस्य अपवादरूपेण उपमितं व्याघ्रादिभिः यामान्यप्रयोगे इति अस्ति. तदेव अग्रिमपरिच्छेदे दत्तमस्ति. उपमितं व्याघ्रादिभिः सामान्याप्रयोगे इत्यनेन विशेष्यं पूर्वं तिष्ठति. अन्यत्र सर्वत्र षष्ठी इति सूत्रेण विशेष्यम् उत्तरं तिष्ठति. अन्यत्र सर्वत्र षष्ठी इति सूत्रेण विशेष्यम् उत्तरं तिष्ठति. उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रे उपमेयवाचकस्य व्याघ्रादिभिः शब्दैः सह समासः भवति, परन्तु साधारणधर्मस्य प्रयोगः न स्यात्. ओके. यथा नरः व्याघ्रः इव, नरः व्याघ्रः इव नरव्याघ्रः इति समासः भवति, अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति. अत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण एव समासः भवितुम् अर्हति, परन्तु यदा विशेष्यस्य पूर्वनिपातः इष्यते, यदा विशेष्यस्य पूर्वनिपातः इष्यते, तदा उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण विशेष्यं पूर्वपदे भवति. नरव्याघ्रः इति समस्तपदे नरः इति विशेष्यं पूर्वपदे तिष्ठति. यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र विशेषणं, यदि विशेष्यं पूर्वं वक्तव्यं तर्हि तत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण समासं कर्तुं न शक्यते. ओके. विशेष्यं पूर्वम् इच्छति चेत् अपूर्वमिच्छेत् विशेषणं विशेषेण बहुलम् इति सूत्रेण समासं कर्तुं न शक्यते. नरव्याघ्रः इत्यादिषु समासेषु विशेष्यं पूर्वं वक्तुम् इच्छामः इत्यतः उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रं कृतं पाणिनिना. अनेन सूत्रेण पुरुषः व्याघ्रः इव शूरः इति समासः न भवति, यतोहि अस्मिन् सूत्रे सामान्याप्रयोगे इति उक्तम्. सामान्यप्रयोगे इति उक्तं कारणतः इव शूरः इति विग्रहवाक्ये सन्ति चेत् समासः न भवति. यत्र सामान्यधर्मस्य प्रयोगः भवति तत्र उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रं कर्तु इति सूत्रं कार्यं न करोति. ओके. उपमिदं पूर्वपरिचेते अपि वयं पठितवन्तः. उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण उपमितम् इति पदं प्रथमाविभक्तौ अस्ति, तत्कारणतः उपमितं पदम् अथवा उपमेयं पदम् उपमेयम् अथवा उपमेयं पदं पूर्वपदं भवति. विशेषणं विशेषेण बहुलम् इति सूत्रेण विशेषणपदं पूर्वपदं भवति. नरः व्याघ्रः इव इति विग्रहवाक्ये सति नरव्याघ्रः इति नरः इति उपमेयं यस्य तुलना क्रियते, व्याघ्रः इति येन तुलना क्रियते. नरः नरव्याघ्रः नरः व्याघ्रः इव, अर्थात् पुरुषः व्याघ्रः इव वीरः अस्ति. नरव्याघ्रः इति उपमिदं व्याघ्रादिभिः सामान्याप्रयोगे इति सूत्रेण नरव्याघ्रः इति समासः भवति. देन् विशेष्यं पूर्वनिपातः भवति. ओके. अत्र नर इति उपमितम् उपमेयम् अथवा यस्य तुलना क्रियते इति कारणतः नर इति पदं पूर्वपदं भवति. व्याघ्रः इति येन तुलना क्रियते, टु विच् इट् इस् कम्पेर्ड्, सो इट् इस् उत्तरपदम्. तत्र यदि नरसिंहः अस्ति चेत् समानमेव वा? नरसिंहः आं महोदय, नरः सिंहः इव. तत्र नरसिंहः इति तुलना क्रियते वा? तत्र नरः अपि सिंहः अपि अस्ति न? That's true, yeah. The mixture of Naraha and Simha. Yeah, I wonder how they fall, make that, yeah. Yeah, that also we have to find out. So, Krishna, Naravyagraha tatra tulana kriyate. Kintu Narasimha sabdasya tulana naiva nasti. Narasimha, then the Vigraha Vakya will be different, right, Mahadeva? Then it will be like a... what do we call that? Dvandva Tatpurusha. Dvandva Samasa. Like Ramaha Lakshmanaha cha, Naraha cha, Simha cha, Narasimha. No, it can be, that's what Bahodaya is saying, right? It can be Naraha and Simha, because really that's what we know for Prahalada and Hiranyakashipu. Whereas here, Naravyagraha, Narasimha. Definitely, it is not like Naravyagraha. Tulana Nasti. Yeah, there it is Tulana Nasti. That's why then I thought it could be then Dvandva Tatpurusha, Dvandva Samasa, not Tatpurusha, Dvandva Samasa. Dvandva Samasa Nasti. No, I don't know. I'm only saying could be. I'm saying Dvandva Tatpurusha, you should have two separate things. So Rama separate, Lakshmana separate. In this case, Rama, this Naraha and Simha are not separate. They are the same, yeah. They are in the one. What is that? There are two dvandvas, right? Itaretara dvandva and Samahara dvandva. A Samahara is like a group. What would the Samasa would be for that Samahodaya? Narasimha? I don't know. I had a doubt myself. What will be that? Yeah. Which sutra will be applied for Narasimha? Yeah, you should ask with Vidya Bhagini. Dhanyavada Usha Bhagini. Dhanyavada Mahodaya. Pushpa Bhagini Padati Va, Shashti Iti Arabhya. Pushpa Bhagini, can you read or? Yes, Mahadeva. Ek nish. I picked the wrong tab. Okay. Shashti. Shashti Tatpurushasya Vidhayake Sutre Visheshyam Uttaram Tishtati. Yadi Sitayaha Patihi Iti Vadamaha Tarhi सीतायाः इति पदं षष्ट्यन्तं पदं पतिः इति पदस्य विशेषणवाचकं पदम् अस्ति. अर्थात् सीतायाः पति इति पदं सम्बन्धः द्योतयति. सीतासम्बन्धविशिष्टपुरुषः इत्यर्थः. एकस्मात् उत्पाद्यमाना षष्टिविशेषणात् एव भवति. एकनिमिष. एकस्मात् उत्पद्यमाना षष्टिविशेषणात् एव भवति, न तु विशेष्यात्. अस्तु. यद्यपि सम्बन्धः द्विनिष्ठः, तथापि अन्यं प्रति गुणानां विशेषणत्वात् विशेषणत्वेन विवक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति. यत् एकवारं पठामि. यद्यपि सम्बन्धः द्विनिष्ठः, तथापि अन्यं प्रति गुणानां विशेषणत्वात् विशेषणत्वेन विविक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति. अतः विशेषणवाचकात् पदात् एव षष्टि. विशेषणवाचकः विशेष्यस्य तु केवलस्य स्वरूपतः एव प्रतीत्या उद्भूतसम्बन्धः नास्ति. विशेषस्य तु केवलस्य स्वरूपतः एव प्रतीत्या उद्भूतसम्बन्धः नास्ति. सीतायाः इति विशेषणवाचकात् पदात् विशेषणं विशेष्येण बहुलम् इति सूत्रेण एव समासः भवितुं नार्हति. यतोहि सीतायाः अपि च पतिः इति पदयोः समानविभक्तित्वं नास्ति. अस्तु, अत्र षष्टि इति सूत्रस्य कथम् एतत् कार्यं करोति इति वदति. इति षष्टितत्पुरुष एतत्तु षष्टितत्पुरुषस्य विधायके सूत्रे विशेष्यम् उत्तरम् तत्तु विधायक एतत् विधायके सूत्रे सूत्रस्य कारणात् न विशेष्यम् उत्तरमस्ति तिष्ठति इति. तत्तु सीतायाः पतिः तत्र सम्बन्धं सूचयति. सीतायाः षष्ट्यन्तं तत्तु सीतायाः षष्ट्यन्तं पदं पूर्वे तिष्ठति. एतत्तु विशेषणवाचक पदमस्ति. सीतायाः विशेषणवाचकपदम् अर्थात् तदेव सीतासम्बन्धविशिष्टपुरुषः इति सूचयति. तत्तु एकस्मात् उत्पद्यमाना षष्टि तत्तु विशेषणात्येव तदेव इति सीतायाः विशेषणात् एव सीता पूर्वपदम् आगच्छति न तु विशेष्यात्. तत्तु विशेष्यात् अस्ति चेत् तद् पूर्वपदं न उत्पद्यते इति न महोदय. तत्र भगिनि त्रीणि सोपानानि मनसि स्थापयतु. प्रथमम् अस्ति षष्ट्यन्तं पदं विशेषेण विशेषविशेषसम्बन्धः सूचयति. यत्र सम्बन्धं सूचयति किन्तु समानविभक्तिकं भवति यत्र नील च उत्पलं च तत्र विशेषणं विशेषेण बहुलम् इति सूत्रेण एव समासः भवति. समानविभक्तिकत्वम् अस्ति चेत् किन्तु सम्बन्धत्व विशेषणविशेषसम्बन्धः अस्ति किन्तु समानविभक्तिकं नास्ति विशेषेण उत्तरपदं विशेषेण वाचकेन उत्तरपदम् एकस्मात् उद्यमानषष्टिः विशेषणादेव भवति इति विशेषम् अस्ति षष्टितत्पुरुषसमासकृते इति एव मुख्यविषयमस्ति. तत्र सीतायाः पतिः इति सीतायाः इति विशेष पतिः इति सामान्यवाचकमस्ति किन्तु सत पति इति पदस्य विशेषणरूपेण सीता इति विशेषणं कृत्वा विशेषणवाचकं सीता इति भवति. तत् षष्टि अस्ति षष्ट्यन्तम् अस्ति तदेव उद्यमानषष्टिविशेषणादेव भवति इति. एतत् सम्बन्धस्य सम्बन्धविना विशेषणात् विशेषणत्वं न सम्भवति इति. तत्रापि विशेषणविशेष्यम् अस्ति सम्बन्धः षष्टि अस्ति विशेषणविशेष्यमस्ति किन्तु समानपदविभक्तिकं नास्ति. यत्र समानविभक्तिकं भवति विशेषणविशेष्यस्य तत्र विशेषणविशेषबहुलम् इति सूत्रेण भवति. किन्तु सम्बन्धः अस्ति विशेषणविशेष्यमस्ति किन्तु विशेषणवाचकस्य तत्र विशेषणादेव षष्टिः उत्पद्यते विशेषणस्य इति कृत्वा तत्र सीतायाः इति षष्टिः तत्र विशेष्य षष्टिः अस्ति इति विशेषणस्य षष्टिः इति कृत्वा पतिः इति कृते सीतायाः इति सम्बन्ध षष्ट्यन्तं पदमस्ति कृत्वा षष्टि तत्पुरुषसमासः भवति. सम्बन्ध अस्ति विशेषणवाचक तत्र पश्यतु. यद्यपि सम्बन्धः द्विनिष्ठः तथापि अन्यं प्रति गुणानां विशेषणत्वात् विशेषणत्वेन विवीक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति. तदेव मुख्यविशेषम्. यद्यपि सम्बन्धः द्विनिष्ठः इत्युक्ते पति सीता तयोः मध्ये सम्बन्धः अस्ति द्विनिष्ठः अस्ति सम्बन्धं उभयपथे सम्बन्धः अस्ति तथापि अन्यं प्रति गुणानां विशेषणत्वात् विशेषणत्वेन विवीक्षितस्य सम्बन्धम् इति कृत्वा विशेषणस्य विशेषण विवीक्षितस्य सम्बन्धं विशेषणत्वेन सीतायाः इति विशेषणत्वेन विवीक्षितस्य सम्बन्धं विना विशेषणत्वं न सम्भवति. तत्र सीताया पति इति विशेषणत्वं पति इति शब्दस्य विशेषणत्वं न सम्भवति. अतः विशेषणवाचकात् पदादेव षष्टि. विशेषणवाचकः किम् अस्ति सीता इति तदेव षष्टि. विशेषणे तु केवलस्य स्वरूपतः एव प्रतीत्या उत्पन्नसम्बन्धः नास्ति. सीतायाः इति विशेषणवाचकात् पदात् विशेषणविशेषणबहुलम् इति सूत्रेण एव समासः भवितुं न अर्हति. केन कारणेन? समानव्यक्तिगत्वं नास्ति इति कृत्वा. तदेव मुख्यविषयः. महोदय एकः प्रश्नः श्रूयते वा? पृच्छतु. विशेषस्य तु विशेषस्य तु केवलस्य स्वरूपतः एव प्रतीत्या उद्भूतसम्बन्धः नास्ति. प्रतीत्या उद्भूतसम्बन्धः अर्थं किं महोदय? विशेषणस्य प्रतीत्या उद्भूतसम्बन्धः विशेषणस्य विशेष्यस्य विशेषं किम् अस्ति? पति. तस्य तत्तेन उद्भूतसम्बन्धः नास्ति न पति इति इट्स् अ कामन् वर्ड्. सो उद्भूतसम्बन्धः केन पदेन? विशेषणस्य उद्भूतेन भवति न तु विशेष्यस्य. कस्य पति इति? देर् आर् टु वर्ड्स्. पति इस् ए नार्मल् वर्ड्. इट् केन् बि रामापति सीतापति और् किमपि पति. किन्तु सीताया पति इति तत्र सीताया इति सीतायाः इति षष्ट्यन्तं तत्र सम्बन्धः केन पतति? विशेष्यस्य सम्बन्धः स्वरूपता एव प्रतीत्या भवति. षष्ठी उद्भूता भवति सम्बन्धः. सो सीतायाः इति षष्ट्यन्तं पदत्वेन एव सम्बन्धः उद्भूतः. केवलं सीता अति पति अस्ति सीता च पति सीता एवं पति इति पदद्वयं स्वीकरोतु. तत्र सीता पति तयोः मध्ये सम्बन्धः न दृश्यते. किन्तु यथा षष्ट्यन्तं भवति सीतायाः पति इति तत्र तयोः मध्ये सम्बन्धः उद्भूतः. तत् उद्भूतसम्बन्धः केन वाक्येन भवति? केन विशेष्यवाक्येन भवति? सीताया इति विशेष्य अस्ति इति कृत्वा विशेष्यस्य तु भवति प्रतीत्या उद्भूतसम्बन्ध. न तु केवलस्वरूपतः केवलसीता एव पति इति अस्ति चेत् तत्र सम्बन्धः न दृश्यते. तत्र तु मीन्स् हियर् बट् वि हर् टु टेक् दट् विशेष्यस्य सीतायाः इति केवलस्य स्वरूपतः इव प्रतीत्य उद्भूता नास्ति. जस्ट् इफ् यु हेव् दट् केवलवाक्यं सीता एवं पति, तत्र सम्बन्धः एव न उद्भूतः भवति. किन्तु यदा षष्ट्यन्तं भवति सीतायाः, तत्र एव तयोः मध्ये सम्बन्धः उद्भूतः भवति. सीतायाः इति विशेष्यं भवति, विशेषणं भवति पति इति विशेष्यस्य इति कृत्वा सीतायाः इति विशेषणवाचकात् पदात्. विशेषणं विशेषेण बहुलं भवति वा इति प्रश्न उदेति. तद् न भवति केन कारणेन, समानविभक्तिगत्वं नास्ति इति. धन्यवादः पुष्पा भगिनी. उमा भगिनी, कारकषष्टि कारकप्रकटने इति. तत्पूर्वपरिच्छेदं पठतु कारकप्रकरणे शेषु. ओके, कारकप्रकरणे षष्टिशेषे इति सूत्रेण षष्टिविभक्तिः विधीयते. प्रातिपदिकार्थः कर्म, करणं, सम्प्रदानम्, अपादानम्, अधिकरणात् इत्यादयः, अधिकरणम् इत्यादयः संज्ञा उक्ताः, तेषां विभक्तयः अपि उक्ताः. तत्पक्षात् यत् अवशिष्टं तदेव शेषः इत्यनेन उच्यते. तव तत्र षष्टिविभक्तिः भवति षष्टिशेषे इति सूत्रेण. अत्र विभक्ति कर्तृ प्रातिपदिकार्थः कर्म, कारणं, सम्प्रदानम्, अपादानम्, अधिकरणम् इत्यादि संज्ञाः दत्तं. तदनन्तरं तया षष्टिशेषे इति उक्तं. तस्मात् अवशिष्टः किञ्चित् सर्वमपि षष्टिशेषे इति वक्तव्यम् इति वदति. षष्टिशेषे इति सूत्रचिन्तनम्. षष्टिविभक्तिः सप्तम्यार्थे भवति इति अस्माकं सामान्य ज्ञानम्. सारी, षष्टिविभक्तिः सम्बन्धार्थं भवति इति अस्माकं सामान्य ज्ञानम्. यस्, षष्टि इस् कनेक्टेड् टु सम्बन्ध. ओके, मम पुस्तकं लेट् अगस्ट् षष्टिशेषे इति सूत्रस्य अर्थद्वयं वर्तते. सम्बन्धषष्टि, आकारकषष्टि इति. सो षष्टिशेषे द्वयोः भागः अस्ति, सम्बन्धषष्टि और् कारकषष्टि. प्रथमे सम्बन्धषष्टि. कर्मकरण कर्मकरणाधिकारकेभ्यः अन्यः प्रातिपदिकार्थ व्यतिरेकः स्वस्वामि सम्बन्ध सम्बन्धादिः शेषः तत्र षष्टिविभक्तिः भवति. उक्तात् अन्यः शेषः इत्यस्य अनुरोधेन प्रातिपदिकार्थात् कर्मणः करणात्, सम्प्रदानात्, अपादानात्, अधिकरणात् यः भिन्नः अस्ति सः एव शेषः इति वदामः. अतः शेषः इति पदं बहुविधैः सम्बन्धैः सह युज्यते. यथा स्वस्वामिभावसम्बन्धः, अवयव अवयवीभावसम्बन्धः, जन्यजनकभावसम्बन्धः, प्रकृतिविकृतिभावसम्बन्धः इत्यर्थः. यथा राज्ञः पुरुषः, पशोः पादः, दशरथस्य पुत्रः इत्यादयः. एतेषु उदाहरणेषु सम्बन्धार्थे षष्टिविहिता अस्ति. सो प्रथमे सम्बन्धषष्टि. अत्र अत्र सम्बन्धः बहुविधं भवति. तर्हि स्वस्वामिसम्बन्धः, अवयवविनिभावसम्बन्धः जन्यजनकभावसम्बन्धः प्रकृतिविकृतिभावसम्बन्धः इति पन्द्रासोपिभेत्सोदत्व इत्यादयः इति दत्तम्। राज्ञः उदाहरणानि, राज्ञः पुरुषः, राज्ञः पुरुषः चेत् स्वस्वामिसम्बन्धभावः देन् पशोः पादः अवयवविनिभावः देन् जन्यजनकभावः दशरथस्य पुत्रः। एतेषु उदाहरणेषु सम्बन्धापि षष्टि विहिता अस्ति। अत्र प्रातिपदिकार्थव्यतिरेके इति एकं पदमस्ति, कर्मकरणादिकारकेभ्यः अन्यः प्रातिपदिकार्थव्यतिरेकः, तस्य अर्थः किम्? अवगतं स्वल्पमेव अवगच्छामि, वदामि लाङ्ग् इति चेत् भवान् वदतु। कर्मकरणादिकारकेभ्यः अन्यः प्रातिपदिकार्थव्यतिरेकः, दट् इस् प्रातिपदिकम् इस् नाट् अ फुल् वर्ड् नो, प्रातिपदिकम् इस् इट् इस् अ बेस् अलाङ्ग् वित् विच् इस् कनेक्टेड् टु सुबन्धप्रत्ययः योजयितुं विभक्तिः आगच्छति। सो कर्मकरणादिकारकेभ्यः अन्यः प्रातिपदिक व्यतिरेकः, दट् इस् प्रातिपदिकम् इस् नाट् कर्मकरण, इट् इस् डिफ़रेण्ट् रैट् अयम् भगिनि? दिस् परिच्छेद एण्ड् द पूर्वपरिच्छेद सम्बन्धः अस्ति। अत्र कारकप्रकरणे षष्टिशेष इति सूत्रेण षष्टिभक्ति विधीयते इति प्रतिज्ञा अस्ति। तत्र किं वदति? प्रातिपदिकार्थः मीन्स् प्रथम, कर्मः मीन्स् द्वितीय, करणं मीन्स् तृतीय, सम्प्रदानं मीन्स् चतुर्थी, अपादानं मीन्स् पञ्चमी, अधिकरणं मीन्स् सप्तमी, अधिकरणं मीन्स् सप्तमी इत्यादयः संज्ञा उक्त्वा तेषां विभक्तेः अपि उक्त्वा तत्पश्चात् यद् अवशिष्टं तदेव शेषः इति मुख्यविशेषः। तत्र शेषः इति उक्तत्वात् इतर किम् अस्ति? कर्मकरणादिकारकेभ्यः इत्युक्ते कर्मकरण उपादान अपादानेभ्यः अन्यः एवं प्रातिपदिकार्थ इत्युक्ते प्रथम व्यतिरेक, व्यतिरेक मीन्स् वितौट् वितौट् आल् द कर्म कारक व्यतिरेक यत्र स्वस्वामी इत्यादि सम्बन्धानि शेषः तत्र षष्टिर्विभक्ति भवति इति। सो सम्बन्धषष्टि ईस् साट् षष्टि वर् कारकत्वम् एव नास्ति, कारकचिन्तनमेव नास्ति, तत्र एव तत् सम्बन्धः सूचयति इति कृत्वा सम्बन्धषष्टिः न कर्मकारकमस्ति, न करणकारकमस्ति, न उपादानकारकमस्ति, न अपादानकारकमस्ति, न अधिकरणकारकमस्ति, न प्रातिपदिकार्थकम् अपि अस्ति नास्ति इति तेषां व्यतिरेकः अस्ति सम्बन्धः इति कृत्वा षष्टिशेषे शेषः इति अस्ति इति कृत्वा षष्टिर्विभक्तिः भवति। अत्र सम्बन्धाः बहुविधाः, यदा भगिनी उक्ता तत्र स्वस्वामिसम्बन्धः वयवैना जन्यजनकः इत्यादि इति सम्बन्धषष्टि किम् अस्ति चेत् संशयः कारकम् इति चेत् यत्र तिङन्तपदस्य योजनेन अस्ति तदेव कारकम्। तिङन्तपद षष्टि इस् नेवर् असोसियेटेड् वित् तिङन्तपदं रैट्? कमगेन् सी ऐ से इन् इङ्ग्लिश् सो दट् इट्स् मोर् कन्वीनियन्ट् नौ रैट् नौ टु अण्डर्स्टाण्ड्। सी आल् द विभक्तिस् द्वितीया तृतीया एक्सेट्रा एक्सेट्रा दे आर् असोसियेटेड् वित् दे आर् जायिण्ड् वित् तिङन्तपदं Which padam? Which padam? That's not clear. Which padam? Tiganda padam. That is verb along with Ting. Verb with added. Whereas Shashti Vibhakti alone is never added with verb. Only say you say Mama Pustakam, Rajaha Purushaha, Dasharatasya Putraha. Tatra, it is not associated with verb at all. That is Shashti. Whereas all the other Vibhaktis, Aham, Bhagavan, Bhagavantam Namami, everywhere, Sulena, Taditam. So like that, it's all associated with the verbs. Whereas Shashti alone is not associated with verb. So, that is why Shashti is special. So, Karaka Shashti is one. So, there, Bhagini. They are not verbs at all, Bhagini. There is one thing also called Karaka Shashti, where it is created with Karmadhin, Karma Padas. But it may not be in the Tingandam, it can be still a Karma Padam in the form of a Krita, Kridantam. Okay. So there is a Karaka Shashti, there is a Sambandha Shashti. So the difference between these two is what should be kept in mind. Sambandha Shashti is only that category where there is Sambandha between the two Visheshana Visheshyam. What type of Visheshana Visheshyam asti? Swaswami Sambandha, Avayava Avayavi Bhava Sambandha, Janya Janaka Bhava, Ityadi Sambandha asti, Tatra Shashti Bhavati, Ekapadam. Out of the two, one will be Sambandha Dvinishta asti. But Karagatvam Nasti. Iti Kritva Karma Karanagati Karagepyaha Anyaha Sambandha. Okay. So different from the Karaka. It is a, yeah. Because there is another category which is called Karaka Shashti. Umabhagini, there is another category called Karaka Shashti. Okay. So there Karma Padam be not in the form of a thing padam, but it can come in the form of a kridantam. But that also, kridantam also is indicative of, from dhatunam eva, dhatutaha eva utpadyate na. Yes, gataha, like that. Dhatu nasti, dhatu taha utpadyate, parantu dhatu nasti, krudan pratipadikam asti. Tat pratipadikam asti, kintu tatta karmam sujayati na. Ya gataha ramaha, when you say, that becomes sort of adjective to rama na. It becomes a pratipadikam, but it is a pratipadikam indicating of a karma. Yeah, gataha ramaha, the Rama who is going. Okay. Right. So that is also... See, now for example, Ratnyaha Purusha, in both these words, there is no karma at all. Yes. But they are sambandha, is there? Yes. Where if you look at it, where you look at it, Sadam Gadam, there also both are Pratipadikat Eva Utpannam Asti Na. Whereas that Uttarapadam Gadam is a Pratipadikam born out of a Kriyapadam. Gam Gacchati Iti Dhatu Taha Gam Gacchati, na? That only the one with Gataha is Bhavati or Gatam is from that. So, whereas in the case of Ratnya Purusha, there is no karma being indicated. Yes. That there the relationship is purely between Swaswami Sambandha, Avayavaya, Vivi, Ityadi. That is between two Subandhas, which is not verb. That is why this word is important, this sentence is important. कर्मकरणकारकेभ्यः अन्यः प्रातिकर्ता व्यतिरेकः सम्बन्धः सम्बन्धादि शेषः तत् षष्टिर्विभक्ति भवति इति. There is another Shashti, which is called Karaka Shashti. Tadavi padatu. Okay. Then you will understand both. Okay. Karaka Shashti. Karmadinam sambandhamatra vivakshayam api shashti eva bhavati. Karmadinam sambandhamatra. Right. You understood now? Karma. Karmadinam sambandha. पूर्वसम्बन्धः कर्मस्य नास्ति, सम्बन्धषष्टि. वेरस् कारकषष्टि इस् कर्मादीनां सम्बन्धः. कर्मादि इत्युक्ते द्वितीयादि. वै डिड् द वर्ड् प्रातिपदिकार्थ्य व्यतिरेकः इति, वै डिड् द वर्ड् इस् यूस्ड् इन् दट् वेरेवर् प्रातिपदिकार्थः इस् प्रथम. सो राज्ञः पुरुष तत्र प्रथम, यु केन् सी. That is why Pratipatikartha Vyatirekaha Sambandha iti ukta atra. Whereas here, Karmadinam Sambandha atra Vivakshayam api Shashti eva bhavati. Patatu. Karma karanadi karakanam Vivaksha nasti ityasya ayam attaha yet vakta karma karanadi karakani vaktum na ichyati tadapi सम्बन्धमात्रे षष्ठी भवितुम् अर्हति. यथा सतां गतं मातुः स्मरति इत्यादयः. सतां गतम् इति उदाहरणे सद्भिः गतम् इति भावार्थे प्रयोगः शक्यते. अथवा सन्तः गताः इति कर्तव्ये अपि वक्तुं शक्यते. अनयोः वाक्ययोः सत् इति पदं कर्ता. अतः कर्तुः विभक्तिः तृतीया भवति भावे प्रयोगे, अथवा प्रथमा भवति कर्तरि प्रयोगे. भावे प्रयोगे तृतीया. परन्तु कोऽपि वक्ता कर्तृरूपेण वक्तुं न इच्छति तर्हि सः सतां गतम् इति वदति. अत्र सताम् इति षष्ट्यन्तं पदम् अस्ति. एवमेव मातुः स्मरति इत्यत्र मातरं स्मरति इति सामान्यवाक्यप्रयोगः भवति. मातरम् इति कर्म अस्ति स्मरणक्रियायाः. मातरम् इति कर्म अस्ति स्मरणक्रियायाः. परन्तु यदा कर्मणः विवक्षा नास्ति तदा अपि षष्टिशेषे इति सूत्रेण षष्टिविभक्तिः विधीयते. यथा मातरं स्मरति इत्यत्र कर्मणः अभिवीक्षायां कोऽपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरति इति वदति. अगेन् कन्फ्यूसिङ्ग् भवति. सी मातरं स्मरति इति वद एकं वाक्यं, मातुः स्मरति इति एकं वाक्यं. दट् इस् ए पर्सन् इस् थिङ्किङ्ग् अबौट् हिस् मदर्. वन् मीनिङ्ग् यु केन् टेक् इट्. Another meaning we can take it is Mataya Smarati. But here Mataya Smarati means Mata Prathamantam Bhavati. But here Mataram Smarati. So about mother thinking. So in both ways you understand that someone is thinking about his or her mother. Right, Anna? Yeah, okay. I'll tell you. Let us forget about these examples what Bhagini has given here. I am taking a new example which will become easier for us to remember. Putram smarati. Okay? That is the normal lit prayoga. Lat prayoga. No? Lat vartamane putram smarati. Saha putram smarati. Iti vakyamasti. तत्र पुत्रम् इति कारकप्रयोगं कृत्वा कर्मम् अस्ति इति कृत्वा द्वितीया भवति. यदि तदेव भावे प्रयोगे इफ् यु वाण्ट् टु यूस् एत् देन् तेन पुत्रः स्मर्यते. रैट्? कर्मणि ओके, कर्मणि प्रयोगः भवति न. Now, what happens is that vivaksha nasti. I don't want that it is not a karma padam. There, if I don't want to give dvitiya, then karaka shasti upayogam kartum shakyate shasti shese iti sutrena krutva putrasya smaranam iti vaktum shakyate. पुत्रस्य स्मरति पुत्रस्य तथा मातुः स्मरति पुत्रस्य स्मरति पुत्रस्य स्मरति द वर्ड् विल् लुक् एस् औट् आफ् प्लेस् वि आर् नाट् यूस् टु हियरिङ्ग् देट् वर्ड् पुत्रस्य स्मरति इति रैट् बट् इन् द षष्टिशेषे वी केन् हेव् अ यूसेज् लैक् देट् In the normal what will be there, putram smarati is the normal vartamane lat. Karmani asti chet putraha smaryate. Vintu putrasya smarati is also valid if yatra yata karmanaha vivaksha nasti. Tadabhi shashti sheshe idhi sutrena shashti vibhakti vidyate. यदा मातरं स्मरति इत्यत्र कर्मणः अविवक्षायां कोऽपि मातरं स्मरति इत्यस्य स्थाने मातुः स्मरतिः इति वदति अत्र मातुः पुत्रं स्मरति इत्यत्र नौ विल् रीफ्रेस् द वर्ड् यदा पुत्रं स्मरति इत्यत्र कर्मणः अविवक्षायां कोऽपि पुत्रं स्मरति इत्यस्य स्थाने पुत्रस्य स्मरति इति वदति That is also a valid, it, you cannot say it is a wrong usage. Vivaksha nasti, karmasya vivaksha nasti. Karmanaha vivaksha nasti. So instead of dvitiya, you can use shashti also, which gives the same meaning, that is permissible. Yeah. As per the stage shashti. Yeah, but what happens is there, when you don't have a vivaksha of a karma, then in English we will say that will not be an object. Mataram smarati, that mataram is an object for smarana kriya. So when you don't have an intention to treat it as an object, but as a relationship between the smarana kriya and the object, then you will say putrasya smarati iti. Shashti sheshe iti sutrena tu dviprakarika shashti labhyate. सम्बन्धषष्टि कारकषष्टि च इति एतद्वयमपि मिलित्वा शेषे षष्टि इति वदामः इतोपि एका षष्टिः वर्तते तस्य नाम अस्ति प्रतिपदविधानाषष्टि इति प्रतिपदविधानाषष्टि इत्युक्ते कश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्टिः विभक्ति विहिता सा प्रतिपदाना विषष्टिः इत्युच्यते एतस्य विवरणम् अग्रे दीयते एताः अतिरिच्य कृद्योगे कृदन्तस्य योगे अपि षष्टिः विधीयते तस्य नाम अस्ति कृद्योगे षष्टिः इति अस्यापि विवरणम् अग्रे दीयते आहत्य षष्टिविभक्ति शेषे षष्टि तस्य अन्तर्गतः अस्ति सम्बन्धसामान्यषष्टि कारकषष्टि कृद्योगे षष्टि इति द्वितीयं प्रतिपदानाषष्टि इति तृतीयम् एता अतिरिच्य अन्य अपि षष्टिविभक्ति वर्तते तस्य नाम अस्ति निर्धारणे षष्टि परन्तु सा षष्टि तु षष्टिशेषे इति सूत्रेण न विधीयते अतः तस्य चर्चा अत्र न क्रियते सो वि हेव् सो मेनि षष्टिस् शेषे षष्टि अन्तर्भूतः अस्ति सामान्यषष्टि सम्बन्धसामान्यषष्टि कारकषष्टि देन् कृद्योगे षष्टि इस् विशेषणषष्टि प्रतिपदविधानषष्टि इस् षष्टि ड्यू टु स्पेशल् सूत्रास् And then there is a Nirdharane Shashti also, which is not by using Shashti Shesha Iti Sutra. Whereas, see, then the, if you look at the Shashti, Shesha Shashti Iti Samani Sara Sambandhya Samani Shashti, Karaka Avivakshaya Mati Asti. Kridyoge Shashti Asti, Krituhu Karmanaha Shashti Iti. उभयप्राप्तौ कर्मणि इति अन्यविषयमस्ति तत्र प्रतियोगे षष्ठीस्य प्रभेदः अस्ति प्रतिपदानाषष्ठी इति एतैः सूत्रैः तत्र द्वितीयपादस्य द्वितीयाध्यायस्य तृतीयपादस्य एकपञ्चाशत् सूत्रादारभ्य कारकषष्ट्याः पूर्वविधानं समासनिषेधार्थम् अस्ति एतैः सूत्रैः यत् षष्ठी विभक्ता विधीयते तेषां पदानां समासः न भवति इति अत्र उक्ते मातुः स्मरणं कर्मणा अविवक्षायां तत्र स्मरण स्मृ इति धातुः अस्ति इति कृत्वा तत्र विवक्षा नास्ति मातुः स्मरणं तत्र षष्ठी न समासः न भवति सर्पिषदयनं कर्मणः अविवक्षायाम् अस्ति तदर्थं तत्रापि न भवति इति अस्ति इति कृत्वा शेषे षष्टि इति षष्टिशेषे इति सूत्रेण या षष्टिः विभक्ता विहिता भवति सा शेषे षष्टि इति नाम्ना ज्ञायते इयं षष्टि सम्बन्धसामान्ये भवति नो चेत् कारक अविवक्षायां कारकाणाम् अविवक्षायां यदा राज्ञः पुरुषः इत्यत्र सम्बन्धसामान्ये षष्टि विहिता अस्ति कारकाणाम् अपेक्षायाम् अपि शेषे षष्ठी भवति यस्य नाम्ना अस्ति कारकषष्ठी इति यदा मातुः स्मरति इति कारकषष्ठी यदा एकदृष्टान्तः कारकषष्ठी इति विषये कुमारसम्भवात् न केवलं यो महान्तो अववाषते शृणोति तस्मादपि यः सा पापभाग् तत्र अस्मिन् श्लोके महतः इति षष्ट्यन्तस्य प्रयोगः दृश्यते महतः अपभाषते महतः शृणोति अत्र महतः इत्यत्र या षष्टिः अस्ति सा कर्मणः अविवक्षायां कृता अस्ति कर्मणः विवक्षायां तु न केवलं यो महान्तम् अपभाषते अथवा शृणोति तस्मादपि यः सः पापभाक् इति स्यात् तत्र कारकषष्ठी यदा पूर्वं मातुः स्मरति तत्र इति महान्तम् अपभाषते महान्तं शृणोति इति षष्ट्यन्तं पदम् अपभाषते अथवा शृणोति इति पदे कारक अविवक्षायां कर्मण कर्मणविवक्षायां तु महतः इत्यत्र या षष्ठी अस्ति सा कर्मणः अविवक्षायां कृता अस्ति अवगतं वा भगिनि आं महोदय महान्तम् इत्यस्य कृते महतः इति अस्ति महान्तम् इति षष्ठी अस्ति इति द्वितीय महान्तमिति तृतीय अस्ति इन्स्टेड् आफ् देट् महतः इति षष्टि यकारक अविवक्षायां षष्टि दिस् लेट् अस् लुक् अट् दिस् वर्ड् न केवलं यो महतः अपभाषते शृणोति तस्मिन् स्तरे न केवलं यो महान्तम् अपभाषते शृणोति इफ् इट् इस् रिटन् देन् इट् विल् बिकम् क्लियरर् टु अस् बिकास् वि आर् यूस् टु देट् in Judea. Aam mohde, yeah. But in that place, Mahataha iti upayujya karaka shasti iti iti asti. Tataiva Por. Aparam bathroom point. Krit yog, see, I think Krit yog. Shamyata mohde, I didn't know head. No problem. कृतयोगे षष्टि कृतयोगे षष्टि नाम या नाम सा या विहिता भवन्ति कृदन्तपदस्य योगे, अर्थात् या षष्ठी विहिता भवति कर्तृकर्मणो कृति उभयप्राप्तौ कर्मणि इति सूत्राभ्याम् इत्येभ्यां सूत्राभ्यां. सो नौ द शेषष्ठी ईस् कम्प्लीटेड्. नौ नेक्स्ट् वन् इस् द कृद्योगे षष्ठी, कृदन्तयोगे कृदन्तपदस्य योगे षष्ठी भवति. तत्र कर्तृकर्मणो कृति ईस् द मेन् सूत्र. And in that one, Uvayaprapto Karmani is a corollary for it, not Apavada. In the case of Kartra Karmano Kriti, Kridanda Yoga, Kartra Abhi Shashti Bhavitam Arhati, Karmana Abhi Bhavitam Shashti Bhavitam Arhati, Yadi Uvayaprapto, Uvayasya Kartriya Shashti Bhavati Che, Tatra Karmani Eva Shashti Nityaha, Kartra Shashti, Kartra Shashti, विकल्पेन इति अस्ति. सो दिस् कृतयोगे षष्टि वि विल् डू इट् इन् द नेक्स्ट् क्लास् आन्वर्ड्स् रिविशन्. एनि क्वश्चन् अत्र स्थगयामः. 8 o'clock. Uma Bhagini, she has been asking that same question. I didn't understand her question. Mata is thinking or Mata? Yeah. Somebody is thinking about the mother. Mata. Yeah, the difference is there. Matuhu smarati, it means atra shashti is used, but matuhu smarati, it is mataram smarati, because yeah. Otherwise if it is mata smarati, it should be mata. No, mata smarati, no, mata smarati is mata is thinking about something. Yes. But we, here we are not thinking about Mata Smarati. Mataram Smarati is Dvitiya. That's the easiest thing, like here Mahantam. Instead of Mahantam, here Mahataha is used. Just like that, there Karaka Abhivaksha. Instead of Mataram, you can also say Matuhu. Yeah. Yeah. That's a because when you say Matuhu Smarati, if you look at that alone, it can create a thing, thinking about what mother is thinking also can come. Matuhu Smarati means Amma, if you say in Tamil, Amma Udiya Chintana, Chintai. It becomes like that, no? See, that, so Bhagini, Uma Bhagini, let me warn you here. We all have the tendency to translate to our mother tongue and find a meaning for the Sanskrit sentences. Yes. But Sanskrit sentences should not be translated. It should be understood in its own merit. That is why these special usages are found in the Kavyas and Shastras. Mm. If you try to translate it, you will not find the mark. Here I have a small difference. See, all Indian languages, it carries that. Even translation when you make, it is better if you speak in our mother tongue and then try to translate. No, this is where no, we have the problem. Suppose you have to translate from Sanskrit to Tamil or Tamil to Sanskrit, something like that. Then how do you do that? Because, you know, there is a limitation of usage in the Madhubhasha. Whether it is Tamil, Malayalam, Kannada or Telugu, it doesn't make a difference. No, There is no Karaka usage in those places. No, right, Mahodaya, I'm not questioning about that. But what I'm saying is simple translations you take. How do you make translations? No, Matuhu Smarati. It can only be Karaka Vivakshayam Shashti Bhagini, because if it is thinking of the mother, it would be like, it should be more like, it can be like Smaran, Mata Smaran, Mata Smaran Asti, something like that. Matuhu Smaranam can be such a thing. No, Matuhu Smaranam, Atra, the sentence is Matuhu Smarati. Right, I agree. Matuhu Smaranam will be in the Kriti Yoga Shashti. Matuhu Smaranam. कृकस्मरणम् इति कृदन्तं ल्युडन्तम् अस्ति कृत्वा कृतयोगे षष्ठी भवति. वरस् मातुः स्मरति इति तिङन्तम् अस्ति चेत् तत् केवलं कारक अविवेष्ठायाम् अस्ति. वि आर् नाट् गिविङ्ग् द द्वितीयकारकं टु मातु मातृपदस्य. तत्र मातरं स्मरति इति भवति तस्य अविवक्षायां मातुः स्मरति इति कारक अविवक्षायाम्. But there is no, but how will you translate into Tamil? The karaka avivakshaya matu smarati iti, how will you translate into Tamil or Hindi or in any Indian languages? You can't. That is only in Sanskrit that is there. Yeah, the moment you translate it, it will be karaka vivaksha. Then matu will become the object, karma padam bhavati, and kriya padam smarati iti tingantam bhavati. Right? Right. That's why I said that karaka avivaksha is a special aspect of Sanskrit alone. I don't question about that. That's right. There are some special usages and the special way of putting it. That is pertaining to a particular special language. That portion I totally agree. I'm not questioning about that. But my normal question is, suppose some translations are given. In a example, first, how will you translate? Even if it is given in English, if you translate, try to translate directly from English, the whole thing will go. There are two ways for it, Bhagini. If you want to translate into Sanskrit, simplest will be to use our simple usages of the Dvitiya, Tritiya, Chaturthi, whichever may be the case, and the Las or Lang or whichever may be the tense of the word we had used it. But the moment you want to say the same thing with the speciality of Karaka Avivaksha, then the same words can be also written in Sanskrit with the Karaka Avivaksha. But Mahodaya, in Tamil also, in all, Adu, Odu, Udan, everything is there. Ramanin, Ramanal, Ramanodu, Ramanodu, Ramanudan. So it is all there. See, that is all Karaka Vivaksha, na? Karaka but Karaka Avivaksha is not there in Tamil. Yeah. But Karaka is... That is what I am saying. Yeah, first case, Karaka second case, third case, everything is there. That is there in every language. Only in Tamil. Yeah. Sanskrit, English, Hindi, everywhere it is there. But Karaka Avivaksha, usage of Karaka Avivaksha is only for the Sanskrit where you find. That is right. But Matuku Smarati, the first thing we translate is Smarati. Smarati is third person. So we'll immediately translate it as he or it. Somebody thinks Matuku of About mother. Yeah. So it can never be Mata's thinking. Because the first thing we translate is the thing and the patam. Yes. Yeah, that is also, maybe I was wrong. Okay, atras tagayam, huh? Yes. Dhanyavada. Yeah, dhanyavada. Very nice, thank you. Namaskar. Namaskar. Namaskar.